गतवर्गे विद्धातुविषये अस्माकं चर्चा भवति, चर्चा अभवत्। विद्धातु, विद्धातु इत्युक्ते किम्? अत्र बहूनि सूत्राणि सन्ति, नूतनसूत्राणि। तर्हि के सूत्राणि सन्ति, कानि सूत्राणि सन्ति विद्धातु कृते? विद्धातु कृते कानि सूत्राणि सन्ति इति, हा, अत्र प्रथमसूत्रं कुत्र गच्छति वा? विद्धातु खलु, हा, विद्धातु कृते अस्माभिः किं किं दृष्टं? तत्र विद्धातु अस्ति, तत्र यत्र गुणस्य प्रसक्तिः भवति तत्र पुबन्तलघुपदस्य च इति सूत्रेण गुणः करणीयः। तदनन्तरम् एकं सूत्रमासीत् विदो लटो वा इति सूत्रं किं वदति? लट् लकारे विद्धातु कृते लट् लकारे विकल्पेन नूतनप्रत्ययाः आगच्छन्ति। तिप्तश्चि सिप्तस्थ मिप्स्म, तत्र तीतः अन्ति सीततः मी मी वः महतो सन्ति, परन्तु विकल्पेन नूतनप्रत्ययाः आगच्छन्ति। के के ते प्रत्ययाः? नल् नाम अ, अतुस् उस् थल् अथु अ नल् वम इति। केन सूत्रेण? अत्र विदो लटो वा, विदो लटो वा इति सूत्रे परस्मैपदानां नळ् अथुस् उस् थल् अथुस् थल् अथुस नळ् वमः इति सूत्रमस्ति। ततः प्रत्ययानाम् अनुवृत्तिः भवति। तर्हि विद्धातोः लटः परस्मैपदानां वा नळ् अथुस् उस् थल् अथुस् नळ् वमः इति सूत्राणि इति सूत्रेण विकल्पेन नूतनप्रत्ययः आगच्छन्ति इति तु एकमस्ति। तदनन्तरम् एकम् अन्यं सूत्रमस्ति लोट्लकारविषये। लोट्लकारसूत्रं किमस्ति? विदां कुर्वन्ति अन्यतरस्यां, विदां कुर्वन्ति इति अन्यतरस्यां, नाम लोट्लकारे सामान्यरूपाणि सन्ति, परन्तु अन्यरूपाणि अस्ति विद् योगः, विद् योगः आं योगः क्रीधातुरूपाणि। तर्हि लोटे परि विद्धातुतः आम् प्रत्ययः लघु उपधा गुणाभावः लोट् लोटः लुक् लोडन्तक्रीधातुः अनुप्रयोगः च इति चत्वारि कार्याणि भवन्ति। विद्धातुः आगच्छति, तदनन्तरम् आम् प्रत्ययः विदां भवति। अत्र आम् प्रत्ययः अस्ति, अर्धातुकप्रत्ययः अस्ति, परन्तु गुणः न भवति पुबन्तलघुपदस्य च इति सूत्रेण गुणः न भवति इति एकमस्ति। तदनन्तरं लोटः लुक्, लोटः लुक्, लोटः लुक् इत्युक्ते विद् आम् लोट् इति अस्ति खलु, तर्हि तत्र विद् आम् लोट् तस्य लुक् भवति, विद् योगः आम्। तदनन्तरं क्रीधातुः लोट् रूपाणि भवन्ति, तर्हि विदां योगः करोतु विदां करोतु, विदां योगः कुरुतां विदां कुरुताम् इति, तर्हि विकल्पेन कार्यं भवति इति लोट् लकारे। लङ् लकारे अपि कार्यमस्ति सिजभ्यस्तविधिभ्यश्च इति सूत्रेण सिच् प्रत्ययः नाम लुङ् लकारे अभ्यस्ताङ्गानां कृते अपि च विद्धातु कृते किं भवति? नित् लकारस्य झी स्थाने जुस् भवति। तर्हि झी नित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् विद्धातु झी स्थाने जुस् भवति। तर्हि अत्र लङ् लकार नित् लकारः अस्ति, अतः तत्र झी स्थाने झोन्तः इति सूत्रेण अन् न भवति, परन्तु जुस् भूत्वा प्रत्ययः किं भवति? उः। तर्हि अविद् तत्र प्रथमपुरुष बहुवचने अविदुः इति रूपं भवति इति एकमस्ति। तदनन्तरं दश्च इति सूत्रमपि अस्माभिः दृष्टं। दश्च इति सूत्रं किं भवति? दकारान्तधातुरूपीपदम् अस्ति चेत्, नाम धातोः पदान्ते, नाम धातुः अपि अन्ते अस्ति, पदान्त अपि अन्ते, पद अपि अस्ति, धातुरूपीपदान्तम् अस्ति यस्य अन्ते दकारः अस्ति चेत्, तस्य अनन्तरं सकारः भवति चेत् किं भवति? सकारः भवति चेत् किं भवति? अपरिक्तसकारः अस्ति चेत्, सिप् प्रत्ययः अस्ति चेत् विकल्पेन रु भवति। तर्हि दः च पदस्य धातोः रुः वा सिपि, सिप् प्रत्यये परे दकारान्तधातुरूपीपदस्य किं भवति? रु भवति। तर्हि अविद् योगः स इति अस्ति, तत्र अवेद्योगः सः भवति प्रथमं तु, तदनन्तरम् एकं रूपं तु भवति अवेद् अवेत्, अन्यरूपम् अस्ति अवेत् दकारस्य स्थाने रू भवति अवेः इति भवति, इति नूतनकार्याणि सन्ति। तर्हि इदानीं विद्धातोः रूपाणि विद्धातुरूपाणि कुर्मः। तत्र कः अस्ति अत्र? हा रघुपतिमहोदय भवान् करोतु। विद्धातु लट् लकार सामान्यरूपाणि एकनिमिषं महोदय। विद्धातुः विद्युज्ञानम् एकवारं विद् एकांशः विद् योग अस्ति वा महोदय? अस्ति वा महोदय? श्रूयते वा? श्रूयते वा? विद् विद्युयोग ति इति अस्ति तत्र पुगन्तलघुपते चित्तेन तत्र विद्युयोग ति अनन्तरं वेदयोग ति अनन्तरं एकवारं जलान् खरि च वेत्ति दकार तकार खलु वेत्ति खरि खरि च वेत्ति इति भवति वेत्ति इति रूपं खरि चैतनेन वेत्ति इति रूपं विद् योगार्थः विधियोगार्थः तत्र विद्युयोगतः तत्र किमपि गुणं न भवति इति चैतन्येन तत्र विधियोगतः इदानीं करवर्णः अस्ति वित्तः भवति अग्रे विद् योग अन्ति तत्र विधियोग अन्ति विदन्ति इति केवलं वर्णमेरणमस्ति विद् योग सि इति अस्ति विधियोग सि इति अस्ति तत्र वेद् योग सि इति अस्ति वेद्योग सि इति अस्ति अनन्तरं तत्र सकार अस्ति खलु तत्र खरिचैतन्येन भवति वा एकनिमिषः खरिचैतन्येन हा सकारदन्तः अस्ति अत्र सकार वेत् सि वेत् सि इति भवति वेत् सि विधियोगतः अथवा विद्युयोगतः वित्तः इत्यत्र तकारस्य खरिचैतन्येन तत्र वित्तः तकारः भवति वित्तः इति भवति वित्त अग्रे विद्युयोगं विद्योगमि खलु तत्र क्षम्यतां विद् किं विद्युयोगं विद्युयोगमि मिप् अस्ति वेद् वेद् वेद् वेद्योगं वेद्मि इति भवति वेद्मि विद्वः विद्मः इति रूपमस्ति एकं सामान्यरूपमस्ति अनन्तरं विशेषरूपमस्ति वा तत्र विदां लोप्रकार विदो लतो वा इत्यनेन तत्र विकल्पेन उत्तमपुरुषरूपाणि वदन्तु वदतु पुनः उत्तमपुरुष विद् विद् वेद्मि निप् अस्ति खलु मि इति खलु निप् वेद्मि विद्वः विद्मः इति वेत्ति वित्तः विदन्ति वेत्सि वित्तः वित्त वेद्मि विद्वः विद्मः इति अस्ति अस्तु सम्यक् अस्तु तर्हि इति तु सामान्य नट्लकाररूपाणि तदनन्तरं तदनन्तरं किमस्ति यत् लट् लकारस्य अन्यरूपाणि अपि सन्ति मीना महोदय करोतु विद् धातु लट् लकार विकल्परूपाणि विद् धातु लट् लकारे लिट्वत्वा सम्यक् न लतु विदः धातोः लटः परस्मैपदानां वा नल् लतुस् उस् थल् लतुस् अ नल् व मः सूत्रमस्ति विदो लटो वा विदो लटो वा सारि विदो लटो वा एवमेव वा लिट् लिट् इव रूपाणि भवन्ति नाम प्रत्ययाः लिट् इव सन्ति अन्यन प्रत्ययाः सन्ति लिट् इव करोतु लिट् लकारः विद् योग अ विद वेद वेद पुनः करोतु क्षम्यतां भवत्याः ध्वनिः सम्यक्तया न आगच्छति विद् योगः विद्योगः नल् वा तर्हि नल् मध्ये किम् अवशिष्यते आ एव अकारः एव तर्हि विद्योगः किं भवति विदा भवति गुणः न भवति वा गुणः भवति वा लट्टि गुणः गुणः भवितुं शक्यं वेद वेद गुणः किमर्थं किमर्थं भवति गुणः किमर्थं भवति पुगन्तलघुपदस्य आं परन्तु प्रत्ययः पित् अस्ति परन्तु प्रत्ययः नल् भवति तत्र पित् नास्ति पित् नास्ति तर्हि वृद्धि भवति वा न न न प्रत्ययः पित् अस्ति न वा इति प्रथमप्रश्नः पित् अस्ति वा प्रत्ययः हलादि हलादि अपित्सु इति गुणनिषेधः भवति गुणः न भवति विद् अविद एव न न न मम प्रश्नः शृणोतु प्रश्नं शृणोतु अत्र विद् अत्र नल् प्रत्ययः यत् अस्ति नाम ओ तत् पित् अस्ति न वा नास्ति महोदय किमर्थं पित् नास्ति लिट् लिट् लकारः नल् नास्ति महोदय लिट् नास्ति लट् अस्ति किमर्थं पित् नास्ति तत्र पित् नास्ति इति अहं पृच्छामि पित् अस्ति वा पित् नास्ति पित् नास्ति इति अहं चिन्तयामि किमर्थं पित् नास्ति तत्र पकारः नास्ति अस्तु पकारः नास्ति परन्तु कस्य प्रत्ययस्य स्थाने आगच्छति कस्य प्रत्ययस्य स्थाने लटि लट् तिप् प्रत्ययस्य स्थाने नल् भवति तस्मात् पित्वा मूलप्रत्ययः अस्ति मूलप्रत्ययः तिप् तिप् अस्ति खलु तस्य स्थाने यः प्रत्ययः आगच्छति तस्मिन्नपि पित्वम् आरोप तस्मिन्नपि पित्वं गच्छति न वा आगच्छति वा पित्वम् आरोपति आरोप्यति वा स्थानिवत् स्थानिवत् आदेशः अनल्विधौ खलु स्थानिवत् आदेशः स्थानिवत् भवति तर्हि स्थानी अस्ति तिप् तस्मात् पित्वम् अतः पित्वं नल् प्रत्यये अपि गच्छति अतः नल् प्रत्यये मध्ये वस्तुतः पकारः नास्ति परन्तु प्रत्ययः पित् अस्ति पित् अस्ति चेत् किं भवति गुणः भवति अतः पुगन्तलघुपदस्य पुगन्तलघुपदस्य सूत्रेण गुणं भवति तस्मात् वेद भवति वा आम् वेद तिप् तस् जि विदतुः विदुः थल् थल् थल् थल् अत्र अत्रापि तिप् अस्ति तिप् तस् जि सिप् नल् अतुसि सिप् पुस्ताने थल् भवति तदपि पित् अस्ति वा तत् विद् विद् ठल् अत्र लकारः हलन्त्यमिति लोपः भवति विद्युत्थ वेद्थ तन् खरिचयति वेत्थ विदतुः विदतुः सिप् तस् सिप् तस्थ सिप् सिप् तस् एव तत्र विद तदनन्तरं नल्लतुस् ओस् तल्लतुस् अ तल्लतुस् अ नल्व नल् अत्र मिप् तत्र मिप् स्थाने अस्ति तस्मात् वेद वेद अपि वेद किमर्थम् पित् अस्ति मित् स्थाने भवति तस्मात् पित् अस्ति विद्युयोगः अ वेद पित् अस्ति वा मित् स्थाने भवति न अहं मध्यमपुरुष बहुवचनं पृच्छामि ओ मध्यमपुरुष बहुवचन नल् अतुस् उस्थल् अतुस् विद विद विद विद तदनन्तरं मिप् स्थाने नल् भवति वेद देन् विद् मिप् वस् वम विद्म विद्म विद्व विद्म भवत्याः ध्वनि मध्ये मध्ये भग्ना भवति परन्तु किमर्थमिति विद्वविद्म अस्तु विद्वविद्म तर्हि वेद विदतु वेद विदतुः विदुः अहं वदामि वेत्थ विदतुः विद वेद विद्वविद्म अस्तु तर्हि अष्टादशरूपाणि सन्ति लट् लकारे अस्तु तर्हि विद्धातु लट् लकारः अग्रे विद्धातु लोट् लकारः करोतु महोदय रघुपतिमहोदय सामान्य लोट् मलार् भगिनी आगतवती इदानीम् आगतवती वा आम् आं प्रयत्नं करोमि वा महोदय मलर् महोदय विद्धातु लोट् आं महोदय श्रुणोति वा भवत्या ध्वनिः न श्रूयते श्रूयते अहं श्रोतुं शक्नोमि महोदय इदानीं कनि श्रूयते खलु आम् विद्योगः तु श्रूयते खलु महोदय विद्योगः तु अस्ति पित् अस्ति अतः वेद् योगः तु करीच इत्यनेन वेत्तु अनन्तरं विद्योगः तात् ध्वनिः एकनिमिषः मिलं ध्वनिः बहु मिलं भगिनी भवती शृणोति वा मम श्रुणोमि सम्यक् शृणोमि सम्यक् शृणोमि सम्यक् अस्ति भवत्याः ध्वनिः मदर् भगिन्या अहं श्रोतुं शक्नोमि अहं श्रोतुं शक्नोमि अपि भवति महोदय पुनः वदतु आम् इदानीं शृणोति वा विद्योगः तु विद्योगः तु वेत्तु करीच वेदयोगः तु करीच इत्यनेन वेत्तु शृणोति वा आम् विद्योगः तात् अस्ति अत्र करीच इत्यनेन वेत्तात् तदन् वेत्तात् वित्तात् क्षम्यतां वित्तात् वित्तात् वित्तयोगः तां करीच इत्यनेन वित्तां वित्तां वित्तयोगः अन्तु विदन्तु विद्योगः हि अस्ति वित्तयोगः हि अत्र विद्योगः हि हकारस्य किमपि सूत्रमस्ति हि अस्ति विद्योग हि अस्ति खलु हि अस्ति हि हि जल्भ्योर् न न तिहि भूजल्भ्यो हेति खलु हू जल्भ्यो हेदि इत्यनेन दकारस्थाने तृतीय चतुर्थदकार दकारः हकारस्य स्थाने धि स्थाने धि भवति धि भवति विद्धि विद्धि वित्तात् न विद्योग धि अग्रे किम् विद्योगः अग्रे किं विद्धि विद्धि एव विद्धि अत्र गुणः न भवति वा हि अपित् अस्ति महोदय विद् विद् धि विद्धि अग्रे विद्योगः तात् वित्तात् करीच इत्यनेन वित्तात् विद्योगः तं वित्तं वित्तं वित्त विद्योगः आनी अत्र करीच वेद वेद्योगः आनी वेदानि वेदानि वेदाव वेदाम इति अस्ति एकं रूपं वेत्तु वित्तात् वित्तां विदन्तु विद्धि वित्तात् वित्तं वित्त वेदानि वेदाव वेदाम अस्तु धन्यवादः रघुपतिमहोदय विद्धातुः विकल्पिनरूपाणि अत्र सूत्रमस्ति विदां कुर्वन्तु इति अन्यतरस्य मिथ्यन सर्वत्र आम् तत्र किमपि आम् इति आदेश आम् इति आदः अपि च कृ इति धातुः लोट्लकरूपाणि भवति अत्र अतः विद् आं विदां करोतु विदां कुरुतात् इति विदां विदां विदां कुरुता इति कुरुता कुर्वन्तु इति अतः विदां कुर्वन्तु इति भवति इदानीम् अत्र विदां कर् विदां विदां कुरु इति भवति विदां कुरु विदां कुरुतात् विदां कुरुतं विदां कुरु विदा आम् इति नकारः भवति विदां कुरुता करवाणि विदां विदां करवाणि विदां करवाव विदां करवाम इति भवति कृधातुः एव लट्टकरूपाणि आम् इति योजनीय क्रोधातुरूपाणि लिखन्तु तर्हि विदां करोतु विदां कुरुतात् विदां कुरुतां विदां कुर्वन्तु विदां कुरु विदां कुरुतं विदां कुरुत विदां करवाणि विदां करवाव विदां करवाम सर्वे आगच्छन्ति खलु क्रूधातोः लोट् भवितव्यं लोट् एव क्रूधातु लोट् क्रूधातुमात् प्राक् विदाम् इति आम् आम् इति आगमः भवति तत्र अस्तु तर्हि अग्रे मीना महोदय लङ् लङ् लङि विद् अत्र अडागमः भवति प्रथमम् अडागमः भवति अविद्योगः अविद्योगः इति भवति अविद् तत्र पुगन्तशिलगुपदस्य इति सूत्रेण गुणः भवति अवेद् अवेद् अवेद् इति तत्र किं केन सूत्रेण अवेद्योगः च हल् ज्ञाप्यो न श्रुतिसि अपृक्तं हल् लोपः न दत्तस्म किं किं केन सूत्रेण अवेद् इति न न अवेद्योगः तु इदानीं भवती एव वदति खलु हल् ज्ञाप्यो दीर्घा श्रुतिसि अपृक्तं हल् इति लोपः भवति किल दीर्घात् अवेद् अवेत् भवति न अवगच्छति खलु अविद् प्रथमम् अविद् भवति तदनन्तरं गुण गुण भूत्वा अवेद् भवति अवेद् इत् भवति तस्मात् हल् ज्ञाभ्यो सुपृक्तं हल् लोक लोपः भवति हल् ज्ञाभ्यो दीर्घात् श्रुतिसि पृक्तं हल् श्रुतिसि अपृक्तं हल् लुप्यते किं वदति तत्र अवेद् इत् तकार अन्तिमतकारः लोपः अवेद् तदनन्तरं अवेत् भवति किं अवे अवेत् भवति न अवे अवेद् अथवा करिचे वा न वा अवसाने खलु वा अवसाने अस्तु अवेद् अथवा अवेद् अथवा अवेत् अवेद् अथवा अवेत् तदनन्तरं अविद् योगः इत् ताम् अविद्योगः ताम् अविद् ताम् अवित्थां भवति अविद् ताम् अवित्थां भवति किं किं केन कारणेन तत्र करिचेति कारणेन वा करिचेति कारणेन अवित्थां इत्थां तत्र तत्र नूतनसूत्रं भवति किल सुजभ्यस्त विधिभ्यस्त चि सूत्रेण जेर्जु स्थितश्चि तत्र इत्थाम् अन् भवितव्यम् सूत्रेण किं भवति जेर्जुस् भवति लङ् लङ् लकारक ङित् लकारक भवति तस्मात् अविदुः भवति वा अविदुः अविदुः सो इत् ताम् उः देन् इस् तत्र अविद् अविद् इस् अवेद् अवेद् इस् तत्र सजिचोरुः इति करवसानविसर्जनीयः इति सूत्रेण अवेः अवेः सम्यक् करोतु सम्यक् वदतु अविद् अविद् इस् तत्र अवेद् इस् अवेद् इस् तत्र तत्र दश्च इति सूत्रं कुत्र भवति दश्च इति सूत्रं तत्र एव दका अवेद् दकारस्य स्थाने ऋत्वं भवति वा अवे अवे अवेर् अवेर् एस् अवेद् एस् दश्च इति सूत्रेण अवेरु एस् अवेरु एस् तदनन्तरं कर अवसानविसर्जनीय इति सूत्रेण अवेः सम्यक् वा? हल् ज्ञाप्यो दीर्घ पृक्तं हल् इति सूत्रेण सकारः गच्छति. न न सम्यक् रीत्या वदतु खलु, क्रमेण करणीयः. तर्हि प्रथम अवेद्योगः स, तर्हि पुगन्तलघुश्चेत् अवेद्योगः स, इदानीं हल् ज्ञाप्यो दीर्घः तत्र अवेद्, इदानीं दश्च इति दश्च इति सूत्रे अवेरु करावसाने विसर्जनेन अवेः. अहं वदामि वा अवेद् योगः, अहं वदामि खलु एकनिमिषः. तर्हि दश्च इति सूत्रेण विकल्पेन दकारस्य स्थाने रु भवति अवेरु, तदनन्तरं खरवसाने विसर्जनीय इति रूपेण अवेः. तत्तु एकस्मिन् पक्षे अवेः, अन्यस्मिन् पक्षे किं भवति? विकल्पेन कार्यं करोति खलु सूत्रं खलु दश्च. अवेद् इस् सकारः लोपः हूल् हल् ज्ञाप्यो दीर्घात् प्रथमः. सो अवे अवे अवेद् अथवा वावसाने अवेत्. सो अवेः अवेत् अवेद् तदनन्तरम् इस् तं त अविद् तम् अवे तत्र गुणं न भवति. अविद् अवित्तम् अवित्तम् एव करीचेति सूत्रेण अवित्तम् अवित्त अम्वम अवेदम् अविद्व अविद्म. तर्हि अविदं वा अवेदम् अवेदम् तत्र पित् पित् अस्ति तस्मात् अवेदम् रूपाणि सन्ति अवेद् अथवा अवेत् अवित्ताम् अविदुः अवेद् अथवा अवेत् अथवा अवेः अवित्तम् अवित्त अवेदम् अविद्व अविद्म. विधिलिङ्गि तु किमपि नास्ति, केवलं वर्णमेलनं. विद्यात् विद्याताम् विद्युः विद्याः विद्यातं विद्यात् विद्यां विद्याव विद्यात्. प्रश्नाः सन्ति वा कस्यापि? अस्तु अग्रे मदर महोदय अग्रे पठतु. विघातु समाप्तः, अग्रे कः अस्ति महोदय? अत्र एक प्रश्नः, अवे अवेद्योगः सकारः अस्ति, प्रथमं हल्याभ्यो दीर्घात् सुप्ति सप्तकृतमहम् इत्यादेन सकारस्य लोपो भवति, तदनन्तरमेव दश इति सूत्रं कार्यं करोति. दश इति सकारपरे अस्ति चेत् एव लुकारः भवति. अत्र प्रथमं सकारः लोपो भवति खलु, तदनन्तरं दशसूत्रं कथं कार्यं करोति? सकारः लोपो भवति चेदपि तत्र लक्षणं तु अस्ति अपि खलु, प्रत्ययलोपप्रत्ययलक्षणम्. अतः तेन निमित्तं कार्यं भवति, तत् निमित्तं कार्यं भवति. अतः अवेद् अवेरु. अस्तु अग्रे पठतु अन्धातु. एकनिमिषम्. हनकारान्तः हन हन् धातु परस्मैपदी हिंसागत्योः अङ्गकार्यम् हलादिपित्सु उपधायां ह्रस्व अकारः न तु खलु, न तु लघु इक् अतः कार्यं नास्ति. अजादिपित्सु उपधायां ह्रस्व अकारः न तु लघु इक् अतः कार्यं नास्ति. हलाद्यपित्सु हन् धातोः नकारलोपः भवति. अनुधातो उपदेशवनति तनोत्यादीनाम् अनुनासिको लोपो जलि निति इति सूत्रेण हन् योगः तः हतः नकारस्य लोपः. अजाद्यपित्सु उपधायां स्थितस्य स्वरलोपो भवति. गमहनजनगणगसां लोपः नित्य अनङ्गी इति सूत्रेण हनि हन् योगः अन्ति हन्योगः अन्ति अन्योगः हन्ति हनन् किं भवति ग्रन्थे भवितव्यं किल ग्रन्थे एकनिमिषः तर्हि सूत्रं किमस्ति तर्हि पित् अस्ति चेत् किमपि कार्यं नास्ति अपित् अस्ति चेत् अस्माभिः पृष्टं खलु अपित् अस्ति चेत् नित्वद् भवति तर्हि अनुनासिकादि झलादि अनुनासिकान्त अनुनासिकान्त धातु तदनन्तरं नित् कित्नि प्रत्ययः अस्ति चेत् विशिष्टकार्याणि भवन्ति तर्हि अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिनिति तर्हि झलि कित्नि प्रत्ययपरे अनुनासिकान्त ये धातवः सन्ति पञ्चदशधातवः सन्ति अस्मिन् सूत्रे ये अस्माभिः पूर्वं पठितं हन् अपि तस्मिन्नेव भवति तत्र अस्ति चेत् लोपः भवति नकारस्य तर्हि हन् योगः त हतः तथैव एकम् सूत्रमस्ति गमहनजनघनघसां लोपः कित्यनङ्गी इति सूत्रमस्ति तत् सूत्रं किं वदति गम् धातु हन् धातु जन धातु खन् धातु घस् धातु तत्र तत्र किं भवति कित्नि प्रत्ययपरे अपि च अजादिप्रत्ययपरे किं भवति उपधायां स्वरलोपः भवति तर्हि हन् मध्ये उपधायाम् अकारः अस्ति अकारस्य लोपः भवति अतः हन हन इति भवति हन हन इति अस्ति तदनन्तरं नूतनं सूत्रं किम् अस्ति अग्रे पश्यतु अनुनात्तोपदेशे इति सूत्रं तु अस्माभिः पठितम् अतः पुनः न पठामः तदनन्तरं गणहनघनघसामपि अस्माभिः पठितम् अतः पुनः न पठामः तत्र अग्रे गच्छतु महोदय नूतनं सूत्रमस्ति हो हन्तेर्निर्णेषु इति किं वदति सूत्रम् आम् हो हन्ते निन्नेषु हन् धातोः हकारस्य स्थाने कवर्ग आदेशो भवति निति निति प्रत्यये परे नकारे परे च स्थानेन्तरतमः इत्यनेन कवर्गे गकारः आदिष्टो भवति न च न च ञौ इत्येतद्वन्द्वः तौ इतौ ययोस्तौ नितौ बहुविधिः नितौ च न च तेषाम् इत्येतद्वन्द्वो निन्नः निन्नः तेषु निन्नेषु इक्षितौ धातुरादेश आदेशे इति वक्तव्यम् इति वार्तिकेन धातुरादेशो अहन् धातोः हन्ति षष्ठीभक्तौ हन्ते अन्तेः ह षष्ट्यन्तं हन्तेः षष्ट्यन्तम् इन्नेषु सप्तमे अन्तं त्रिपदम् इदं सूत्रम् चहो चजोः कु निन्यतोः इत्यस्मात् कुः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हन्तेः अङ्गस्य अह कु निन्नेषु हन्ते इत्युक्ते हन् धातु हन्ति तर्हि हन्तेः अङ्गम् अस्ति चेत् तत्र हकारस्य स्थाने कुत्वं भवति कुत्वं भवति कुत्वम् इत्युक्ते हकारस्य कुत्वं किं घकारः हकार अन्तरतमः कवर्गीयवर्णः अस्ति घकारः तर्हि आहत्य हकारस्य घकारः भवति किम कदा निम्नेषु नित्प्रत्ययः नित्प्रत्ययः नकारः अस्ति तर्हि अत्र पश्यतु हन्युभः हन्ति अत्र गमहनजनघसां लोपः इत्यनेन अकारस्य लोपः भवति तर्हि हन इति भवति तत्र हन इति हन् धातुः अस्ति तत्र हकारस्य साक्षात् अनन्तरं नकारः अस्ति अतः हकारस्थाने घकारः भवति तर्हि घ्नयोगः अन्ति मिलित्वा घ्नन्ति रूपं भवति सजावस्ति खलु आम् महोदय अग्रे रघुपतिमहोदय अग्रे पठतु लोटि इदमपि सूत्रमस्माकम् लोटि अस्तु अन्तेभ्यः इति षष्ठाध्याय चतुर्थपादस्य षट्त्रिंशत्तमं सूत्रमस्ति ई प्रत्ययपरे हन्धातोः स्थाने ज आदेशः भवति हन्तेः षष्ट्यन्तं जः प्रथमान्तं द्विपदमिदं सूत्रं ज आदेशः अनेकाल् अतः अनेकाल्चित् सर्वस्य इत्यनेन सर्वस्य स्थाने भवति न तु अन्त्यस्य षा हौ इत्यस्मात् हौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति हन्तेः अङ्गस्य जः हौ इति हि प्रत्ययपदे हि इत्यस्य हौ इति हि प्रत्ययपदे हन्तेः हन्धातोः ज आदेशः भवति तर्हि ज योग हि इति भवति जहि इति जहि इति अग्रे अधुना अङ्गम् अदन्तम् अदन्तमङ्गमस्ति अदन्तमङ्गमस्ति परन्तु एतत्तु चतुर्थाध्याये अस्ति अतः तस्य परस्परं तेषां तत्र असिद्धत्वं भवति तत्र प्रश्नः आगच्छति खलु जो योग हि मध्ये इदानीं जो अदन्तमङ्गमस्ति तर्हि अतो हेः इति सूत्रेण ई तस्य लोपः भवति न वा इति अस्ति खलु आमां सत्यं तर्हि अत्र उदसामान्तनिवारणमस्ति समाधानमस्ति असिद्धवत् अत्र एकस्मिन्नेपि आश्रयम् अधिकृत्य यदि आभीयकार्यमस्ति तद्द्वितीय आभीयकार्यं प्रति असिद्धं भवति इति तर्हि हन्तेर्जः अतो हेः उभे अपि असिद्ध उभे अपि आभीयकार्याणि सन्ति यतोहि असिद्धवत् अत्राभात् अस्य सूत्रस्य अधिकारौ अधिकारे सन्ति तर्हि एते सूत्रे कार्यं ये वदन्ति तत् परस्परं कृते असिद्धवत् भवति नाम हन्तेर्जः इति अतो हेहेस्य कार्यं न भवति अतो हेः हन्तेर्जः सूत्रस्य कार्यं न पश्यति इति अतः ज हि मध्ये एकवारं ज भवति परन्तु अतो हेः इदानीमपि ज इति न पश्यति हन् एव पश्यति अतः अकार न पश्यति अतः अतो हेः कार्यं न करोति जहि एव भवति इति आगच्छन्ति खलु तर्हि महोदय अत्र किं लिखितं पुनरपि पुनरपि वदतु महोदय पुनरपि वस्तुतः अस्माभिः पूर्वं पठितम् इदम् अत्र महोदय पठतु असिद्धवत् अत्राभात् असिद्धवत् अत्राभात् इति षष्टाध्यायस्य चतुर्थपादस्य द्वाविंशतितमं सूत्रमस्ति कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति अधिकारसूत्रमस्ति बस्य इति अधिकारसूत्रेण बसंज्ञासम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् असिद्धवदत्राभात् इत्यनेन चतुर्थपादस्य त्रयोविंशतितमं सूत्र इति इत्यस्मात् आरभ्य बस्य इत्यस्य अधिकारस्य अन्त्यपर्यन्तम् इत्युक्ते षष्ठ अध्यायस्य अन्तिमपर्यन्तमस्ति येषां कार्यं नाम अस्ति अभीयकार्यम् इति सूत्रं स्वयं सम्पूर्णम् असिद्धवत् अत्र आभात् अतः तत्र त्रयोविंशति तः आरभ्य अन्तिमपर्यन्तं यानि सूत्राणि सन्ति इति यदि एकत्र किमपि आर्य समानाश्रितकार्यं करोति कुर्वन्ति चेत् तत् तेषां परस्परम् असिद्धत्वं भवति इति अभियकार्यस्य अर्थः अस्ति इति अहं चिन्तयामि अग्रे तर्हि परस्पर अग्रेकार्याणि परस्पर हन्तेर्जः अतो हेः उभे एव अभियकार्ये स्तः यतोहि असिद्धवत् अत्राभात् इति सूत्रस्य अधिकारे सन्ति तर्हि परस्परकृते असिद्धवत् अस्तः यतोहि एकस्मिन् एव स्थले कार्यं भवति खलु आश्रय एकमेव अस्ति हि प्रत्यय इति आश्रयमस्ति खलु अतः असिद्धवत् भवति अतः अतो सूत्रं जहि इति अन्तेर्जः इति सूत्रेण यः ज भवति तद् तत् द्रष्टुं न शक्नोति अतो हेतु हन् एव पश्यति न तु ज हन् पश्यति अतः किं भवति अदन्ताङ्गं नास्ति सः कार्यं न करोति अतः अतो हे कार्यं न करोति जहि एव रूपं भवति अवगच्छन्ति वा आम् महोदय अस्तु अस्तु तर्हि एकम् एकम् अत्र विनतिः अस्ति अत्र अहं सार्धाष्टवादन अनन्तरं कक्षा न पाठयितुं शक्नोमि अग्रे गत्वा अत्र गृहे किमपि कार्यमस्ति अतः 7:30 to 8:30 इति सम्यक् अस्ति वा किमपि मम गृहे किमपि वैयक्तिककार्यमस्ति कदा भवति कदाचित् भवति रविवासरे कदाचित् न भवति अतः अहं सम्यक् न ज्ञातुं शक्नुमः यत् कदा एकघण्टाय भवितुं शक्नोति वर्गः कदा एकघण्टा अधिकं वर्गं भवति अतः एतादृशं करोतु सामान्यतया 7:30 to 8:30 इति वर्गः भवति यदि तद्दिने किमपि कार्यं नास्ति चेत् 8:45 पर्यन्तं वर्गः भवति सम्यक् अस्ति वा आं महोदय तर्हि 7:30 to 8:30 अथवा 7:30 to 8:45 इति कुर्मः तर्हि अद्यापि कार्यमस्ति किमस्ति अत्र भोजनं करणीयं मम अत्र पाकं करणीयं मया अतः तत्र मम तदेव अस्ति ममपि अतः मया गन्तव्यं मम भार्या अपि कुशली नास्ति इदानीं कुशली नास्ति अतः अहमेव करोमि अस्तु तर्हि इदानीम् अग्रेस्मिन् वर्गे किं कुर्मः हन् धातु इति कुर्मः रूपाणि कुर्मः अस्तु तर्हि इदानीं विरमामि धन्यवादः धन्यवादः महोदय क्षम्यताम् अद्य वर्गः केवलं 45 मिनिट्स् एव भवति क्षम्यताम् अस्तु चिन्ता नास्ति धन्यवादः धन्यवादः